पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 119 ईश्वर उवाच माघस्नानस्य माहात्म्यं शृणु भागवतोत्तम त्वत्समो नास्ति लोकेऽस्मिन् विष्णुभक्तो महामदे चक्रतीर्थे हरिं दृष्ट्वा मधुरायां च केशवं यद्फलं लभते मर्त्यो माघस्नानेन तत्फलं जितेन्द्रियशान्तमना सदाचारेण संयुधः स्नानं करोति यो माघे संसारीन भवेत् पुनः श्रीकृष्ण उवाच शूकरस्य च माहात्म्यं कथयिष्ये तवाग्रदः यस्य विज्ञानमात्रेण सान्निध्यं मम सर्वदा सूत उवाच इत्युक्त्वा भगवान् कृष्णः सत्यायै बहुधा जगौ तदहं सम्प्रवक्ष्यामि तच्छृणुध्वं तपोधनाः श्रीकृष्ण उवाच पञ्चयोजनविस्तीर्णे शूकरे हरिमन्दिरे यस्मिन् वसति यो जीवो गर्दभोऽपि चतुर्भुजः त्रीणि हस्तसहस्राणि त्रीणि हस्तशतानि च त्रयो हस्ता शूकरस्य परिमाणं विधीयते षष्टिवर्षसहस्राणि योऽन्यत्र कुरुते तपः तत्फलं लभते देवि प्रहरार्धेन शूकरे सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे तुला पुरुषदानेन तत्फलं परिकीर्तितं काश्यां दशगुणं प्रोक्तं वेण्यां शतगुणं भवेद् सहस्रगुणितं प्रोक्तं गङ्गासागरसङ्गमे अनन्दं चैव विज्ञेयं शूकरे हरिमन्दिरे अन्यत्र ददते लक्षं संविधानेन कार्तिक इहैवैकेन दत्तेन शूकरे तत्समं भवेद् शूकरे च तथा वेण्यां गङ्गासागरसङ्गमे सकृदेव नरस्नात्वा ब्रह्महत्यां व्यपोहदि अलर्केण पुरा प्राप्ता सप्तद्वीपा वसुन्धरा शूकरक्षेत्रमाहात्म्यं श्रुत्वा चैव षडानना मार्गशीर्षस्य द्वादश्यां शुक्लायां व्रजपुत्रक कार्तिकेय उवाच भगवन् श्रोतुमिच्छामि व्रतानामुत्तमं व्रतं विधिं मासोपवासस्य फलं चास्य यथोचितम् यथाविधिनर्हैः कार्या व्रतचर्या यथा भवेद् आरभ्यते यथा पूर्वं समाप्यं हि यथाविधि यावत्सङ्ख्यं तु कर्तव्यं तत्प्रब्रूहि महेश्वर व्रतमेतत्सुखश्रीदम् विस्तरेण ममानख श्रीरुद्र उवाच पावके साधु सर्वं ते यत्पृष्ठं प्रब्रुवे नख भक्त्या मदिमदां श्रेष्ठ शृणुष्व गददो मम सुराणां च यथा विष्णुस्तपदां च यथा रविः मेरुशिखरिणां यद्वद्वैनतेयश्च पक्षिणां तीर्थानां तु यथा गङ्गा प्रजानां तु यथा वणिक श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम् सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि सर्वदानोद्भवं चैव लभेन्मासोपवासकृत अग्निष्ठोमादिभिर्यज्ञैर्विविधैर्भूरिदक्षिणैः न तत्पुण्यमवाप्नोति यन्मासपरिलङ्घनाद तेन जप्तं हुदं दत्तं तपस्तप्तं कृतं स्वथा यकरोदि विधानेन नरो मासमुपोषणम् उद्दिश्य वैष्णवं यज्ञं मामभ्यर्च्य जनार्दनं गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम् वैष्णवानि यथोक्तानि कृत्वा सर्वव्रतानि तु द्वादश्यादीनि पुण्यानि ततो मासमुपावसेद अधिकृच्छ्रं च पाराकं कृत्वा चान्द्रायणं तदः मासोपवासं कुर्वीद गुरोर्विप्राज्ञया तदः आश्विनस्यामले पक्षे एकादश्यामुपोषितः व्रतमेनं तु गृह्णीयाद्यावत्त्रिंशत् दिनानि तु वासुदेवं समभ्यर्च्य कार्तिकं सकलं नरः मासं चोपवसेद्यस्तु समुक्तिफलभाग्भवेद् अच्युतस्यालये भक्त्या त्रिकालं कुमुदैः शुभैः मालतीन्दीवर्यै बुध्नैकमलैश्च सुगन्धिभिः कुसुमोशीरकर्पूरैर्विलिप्य वरचन्दनैः नैवेद्यापूपदीपाद्यैरर्चयेच्च जनार्दनं मनसा कर्मणा वाचा पूजयेत् गरुडध्वजं कुर्वन्नरस्त्रीविधवा बृहत् भक्तिर्जितेन्द्रियः नाम्नामेव तथा लापं विष्णो कुर्यादहर्निशम् भक्त्या विष्णोस्तु दीर्वाच्या मिथ्यालापविवर्जिता सर्वसत्त्वदया युक्तशान्तवृत्तिरहिंसकः सुप्तो बाह्यासनस्थो वा वासुदेवं प्रकीर्तयेद् स्मृत्या लोकनगन्धादि स्वादनं परिकीर्तनम् अन्नस्य वर्जयेद्वासं ग्रासानां सम्भ्रमोक्षणं गात्राभ्यङ्गं शिरोभ्यङ्गं ताम्बूलं सविलेपनं व्रतस्थो वर्जयेत् सर्वं यच्चान्यच्च निराकृतं न व्रतस्थस्पृश्येत् किञ्चिद्विकर्मस्तं न चालयेत् देवतायतने तिष्ठन्न गृहस्थश्चरेध्रुवं कृत्वा मासोपवासं तु यथोक्तविधिना नरः नारी वा विधवा साध्वी वासुदेवं समर्चयेद् अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिदं कृत्वा मासोपवासं तु संयदात्मा जितेन्द्रियः तदोर्च ये देवपुण्यं द्वादश्यां गरुडध्वजं पूजयेत्पुष्पमालाभिर्गन्धधूपविलेपनैः वस्त्रालङ्कारवाद्यैश्च तोषयेदच्युतं नरः स्नापयेद्धरिं भक्र्या तीर्थचन्दनवारिभिः चन्दनेनानुलिप्ताङ्गं धूपपुष्पैरलङ्कृतं वस्त्रादानादिभिश्चैव भोजयित्वा द्विजोत्तमान् दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेद् एवं मासोपवासाद्धि कृत्वाभ्यर्च्य जनार्दनं भोजयित्वा द्विजांश्चैव विष्णुलोके महीयते एवं मासोपवासान्ते कृत्वा विप्रान्तयो दश निर्यापये तदस्तान्वै विधिना येन तच्छृणु कारयेद्वैष्णवं यज्ञ मेकादश्यामुपोषितः पूजयित्वा तु देवेशमाचार्यानुज्ञया हरिम् अर्चयित्वा यथाशक्रिया ह्यभिवाद्य गुरुं तथा तदोनु भोजयेद्विप्रान्नमस्कारपुरःसरं विशुद्धकुलचारित्र विष्णुपूजनतत्परान् पूजयित्वा तथा सर्वान् भोजयित्वा त्रयोदश ताम्बूलवस्त्रयुग्मानि भोजनाच्छादनानि च योगपट्टानि सूत्राणि ब्रह्मसूत्राणि चैव हि दद्या चैव द्विजाग्रेभ्यः पूजयित्वा प्रणम्य च तदोऽनुपूजये चक्रिया शय्यां स्तरणसंस्कृतां साच्छादनां शुभां श्रेष्ठां सोपधानामलङ्कृताम् कारयित्वात्मनोमूर्तिं काञ्चनीं तु स्वशक्रिदः न्यस्ये तस्यां तु शय्यामामर्चयित्वा स्रगादिभिः आसनं पादुकां छत्रं वस्त्रयुग्ममुपानहौ पवित्राणि च पुष्पाणि शयाय्यामुपकल्पयेद एवं शय्यां तु सङ्कल्प्य प्रणिपत्य जतान् द्विजान् प्रार्थयेच्चानुमोदार्थं विष्णुलोकं व्रजाम्यहम् ततो व्रजेन्नरश्रेष्ठो विष्णोस्थानमनामयं मण्डपस्थां स्तुतान्विप्रानिधिवाच्यं मुहुर्मुहुः मन्त्रहीनं क्रियाहीनं सर्वहीनं द्विजोत्तमः सर्वं सम्पूर्णदां यादु भवद्वाक्यप्रसादः विधिर्मासोपवासस्य यथावत् परिकीर्तितः इति श्रीपाद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे मासोपवासकथनं नामैकोनविंशत्यधिकशततमोऽध्यायः ॐ